गतवर्गे अस्माकं तत्र क्र्यादिगण इति विषयः समाप्तः प्रायः। तत्र केवलम् एक एव अत्र अवशिष्टः अस्ति अन्ते। तत्र क्र्यादिगणे एकषष्टिः धातवः सन्ति, तत्र अजन्तधातवः सन्ति षड्त्रिंशत्, अन्ये हल्मधातवः सन्ति। तेषां धातूनाम् अत्र सूची लिखिता अस्ति करपत्रस्य अन्ते। तदेकवारं गृहे एव स्वयमेव सर्वे पठन्तु, धातुः कः अस्ति, औपदेशिकधातुः, तस्य लौकिकधातुः कः अस्ति, अङ्गं किम् अस्ति, तस्य लकाररूपं किम् अस्ति पश्यतु। तदनन्तरं प्रत्येक लट् लोट् लङ् विधिलिङ् लकारेषु रूपाणि कुर्वन्तु सर्वे। तदनन्तरं वाक्यानि अपि कुर्वन्तु। अत्र प्रश्नः अस्ति चेत् मां पृच्छतु, परन्तु अत्र किमपि वर्गे तस्य करणस्य आवश्यकता नास्ति। तत्र गृहे एव भवन्तः सर्वे कर्तुं शक्नुवन्ति। अतः इदानीं क्रयादिगण इति विषये तु समाप्तमस्ति सर्वं कृतं जि, मया सर्वं कृतम्। उभयपदयः अपि अस्ति, परन्तु मया लट् एव कृतम्। अस्तु अस्तु, अस्माकं तु अभ्यासः कृतः खलु गतवर्गे एव, लटे परस्मैपदी अपि आत्मनेपदी अपि, अतः तत्र चिन्ता क्लेशः नास्ति। कस्य प्रश्नः अस्ति वा? न महोदय। अस्तु, गतवर्गे अस्माभिः किञ्चित् अभ्यासमपि कृतवन्तः। भवन्तः आगतवान् वा? आमां मिलित्वा कृतवन्तः। सम्यक् सम्यक्, अस्तु, बहु सम्यक् अस्तु। अस्तु, इदानीं वयं नूतनविषयः आरभामहे। तत्र अदादिगणः इति विषयः अस्ति। इदानीम् अस्माभिः किं किं पठितम्? अस्माभिः लट् लोट् लङ् विधिलिङ् इति सार्वधातुकप्रक्रियामध्ये अस्माभिः भ्वादिगणः, तुदादिगणः, भ्वादिगणः, तुदादिगणः, दिवादिगणः, चुरादिगणः इति तु अदन्त अङ्ग यत्र अस्ति तत् अस्माभिः पठितम्। तदनन्तरम् अनदन्त अङ्गे अस्माभिः स्वादिगणः, तनादिगणः, क्र्यादिगणः इति पठितम्। इदानीम् अदादिगणः इति अस्ति। अदादिगणे अपि अङ्गम् अनदन्तम् अस्ति, अतः तदपि द्वितीयवर्गे एव भवति, द्वितीयखण्डे। इदानीं कोऽपि वक्तुं शक्नोति वा अदादिगणस्य विकरणप्रत्ययः कः अस्ति? लुक् इत्युक्ते तर्हि लुक् इत्युक्ते लोपः। तर्हि शप् इति भवति, परन्तु शप् आगत्य तस्य लोपः भवति, अतः कोऽपि विकरणप्रत्ययः न दृश्यते इति एव अस्ति। तर्हि इदानीम् अदादिगण अस्माकं प्रथमगण अस्ति, यत्र वस्तुतः कोऽपि विकरणप्रत्ययः न दृश्यते। कोऽपि विकरणप्रत्ययः न दृश्यते, तस्य फलं किम् अस्ति? यत् धातुः साक्षात् तिङ् प्रत्ययं पश्यति। इदानीं पर्यन्तं सार्वधातुकप्रकरणे कदापि न अभवत् यत् धातुः साक्षात् यत्र धातुः साक्षात् तिङ् प्रत्ययं पश्यति, परन्तु इदानीम् अदादिगणे प्रथमवारं धातुः साक्षात् तिङ् प्रत्ययं पश्यति। अतः तत्र किमस्ति? धातुः यदि अजन्त अस्ति चेत्, नाम यस्य धातोः अन्ते अचवर्णः अस्ति, तत्र तु बहु कार्यं नास्ति, केवलं गुण भवति वा वृद्धि भवति, गुण भवति वा न भवति वा इति अस्ति। परन्तु यत्र धातुः हलन्त अस्ति, तर्हि इदानीं किमस्ति? हलन्तधातुः, तस्य अन्ते हल्वर्णः, तस्य साक्षात् अनन्तरं तिङ् प्रत्ययस्य अपि हल्वर्णः अस्ति। तर्हि हल् उत्तर हल्वर्णः अस्ति, यतः हल् सन्धेः प्रकरणम् इदानीं प्रथमवारम् आगच्छति। इदानीं पर्यन्तं सर्वदा यत् अङ्गमस्ति तिङ् प्रत्ययस्य कृते, तदङ्गं किमस्ति? तदङ्गमस्ति सर्वदा अजन्त अङ्गम् अस्ति, अदन्त वा अदन्त वा अङ्ग अजन्तमेव अस्ति. अतः हल् सन्देहे प्रकरणम् इदानीं कदापि न आगच्छत्, परन्तु इदानीम् अदादिगणे, ज्योत्यादिगणे, रुधादिगणे तत्र हलन्त हल् धातुः अस्ति, तस्य साक्षात् अनन्तरं हलादि तिङ्प्रत्ययः भवितुं शक्नोति. अतः हल् सन्देहे इदानीं प्रकरणं भवति. अतः प्रथमं हल् सन्देहे ये नियमाः सन्ति तान् नियमान् तेषां नियमानां पठनस्य आवश्यकता भवति. तत्र हल् सन्धिः बहु तत्र हल् सन्धिः बहु विस्तृतकार्यमस्ति तत्र हल् सन्धिमध्ये. तर्हि इदानीं किं कुर्याम, इदानीं तु अस्माकं हल् अस्माकं हल् सन्धेः ज्ञानं नास्ति. अतः किं कुर्मः, तत्र प्रथमवारं तु केवलम् अजन्तधातूनां कृते कार्यं कथं भवति अदादिगणे, जुहोत्यादिगणे इति पश्यामः. अदादिगणे, जुहोत्यादिगणे अजन्त अङ्गानां कार्यं कथं भवति इति पश्यामः, यतोहि तत्र हल् सन्देहे को कापि आवश्यकता नास्ति. तदनन्तरं हल् सन्देहे प्रकरणं पठिष्यामः. तदनन्तरं हलन्त हलन्त अजादिगणधातुः हलन्त जुहोत्यादिगणधातूनां कृते कार्यं कथं भवति इति पठिष्यामः. यत्र प्रथमं तु अजन्त अदादिगणे अजन्तधातवः इति अस्माकं कार्यमस्ति. तर्हि इदानीम् आरभामहे. हा, अदादिगणे अजन्तधातवः, मीना महोदय पठतु. आं महोदय. अदादिगणे अजन्तधातवः, अदादिगणे द्वि सप्तधातवः सन्ति. यदा द्विसप्ततिः धातवः सन्ति, यदा सर्वेषु गणेषु कर्तृके सार्वधातुकप्रत्यये परे कर्तृशप् इत्यनेन शप् विहितः अस्ति, तदा प्रभृतिभ्यः शपः इत्यनेन शपः लुक् लोपः भवति. स्थितस्य शप् प्रत्ययस्य लुक् अतः व्यावहारिकत्वेन अदादिगणे कोऽपि विकरणप्रत्ययः नास्ति. अदादिगणे विकरणप्रत्ययः लोपः लुक् अस्ति, अदिप्रभृतिभ्यः शपः इति सूत्रेण शपः लुक् भवति, तस्मात् विकरणप्रत्ययः नास्ति. अदिप्रभृतिभ्यः शपः अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य लुक् लोपः भवति. आदिः प्रभृतिः आदिः आदिः येषां ते अदिप्रभृतयः बहुव्रीहि तेभ्यः अदिप्रभृतिभ्यः अदिप्रभृतिभ्यः पञ्चम्यन्तं शपः षष्ट्यन्तं द्विपदयुतं सूत्रं न्यक्ष त्रियार्षण्युतो यूनि लुगणिन्योः इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अतिप्रभृतिभ्यः शपः लुक्. अत्र केवलम् अतिप्रभृतिः शपः इति सूत्रमेव विवरणं दत्तं तत्र. पठामि वा सूत्रं? किं वदति? अद् धातु प्रभृतिभ्यः अदादि प्रभृतिभ्यः शपः लोपः तदेव तत्र दत्तम्. अद् प्रभृतिभ्यः धातूनां नाम अदादिगणधातूनां शपः लुक् भवति. लुक् इत्युक्ते लोपः. तर्हि मीना महोदय, अत्र अदि इत्युक्ते किम्? अदि अद् अदि अदि अदि प्रभृति अदि प्रभृतिभ्यः अदिः प्रभृति अदि आदिः प्रभृतिः आदि न प्रभृतिभ्यः इत्युक्ते आदि आदि अदि इत्युक्ते किम्? अदि इत्युक्ते मीना महोदय वदति. मीना महोदय, अदि इति सप्तम्यन्तं वा? न अदि मध्ये धातुः कः अस्ति? आदि मध्ये धातुकः धातु अस्ति खलु धातुकः अस्ति अत्र धातु अद्य एव धातु अत्र ई किम ई तस्य किमर्थं लिखितमस्ति तत्र प्रवृत्तिभ्यः सर्वत्र धातु अद् अस्ति तत्र ई इत्युक्ते किम् अत्र अदि इत्युक्ते सप्तम्यन्तं वा न न रघुपतिमहोदय वदतु तत्र धातुनिर्देशे इक् अपि तिप् इति प्रत्ययौ स्तः तेषाम् उपयोगं कृत्वा धातूनां निर्देशं करोति सूत्रेषु कुत्रचित् स्थलेषु सूत्रमस्ति इक्स्तिपौ धातुनिर्देशे इति इक्स्तिपौ धातुनिर्देशे अत्र इक् प्रत्यय अस्ति अत्र अदि इति भवति पाणिनिमहाराज तत्र किं करोति सूत्रेषु नाम छन्द छन्द अस्ति खलु तत्र अतः सः किं करोति सः धातूनां निर्देशे द्वे प्रत्ययौ प्रत्ययौ प्रयोगं करोति प्रत्ययः स्टि प्रत्ययः इक् प्रत्ययः बहु सप्तमस्ति तत्र अद् मध्ये इक् प्रत्ययः अस्ति इक् प्रत्ययः इक् प्रत्ययः अतः तत्र अद् योगः इ अदि भवति तस्य अर्थमस्ति धातु एव यत्र कुत्रापि सूत्रे इक् प्रत्ययः अस्ति प्रत्ययः अस्ति तस्य अर्थः अस्ति धातु एव तर्हि अदि इत्युक्ते अद् धातु एव धातोः तदेव अस्ति तत्र सप्तमी विभक्ति नास्ति सप्तमी विभक्त्यस्य तत्र नास्ति तत्र अदि इत्युक्ते किमर्थं महोदय अधुधातु एव धातुनिर्देशं कर्तुं कुत्र करोति तत्र अस्ते भूः इति कर्तु अस्ति अस्ति अस् धातोः स्थाने भू आदेशः भवति अस्ति अस् अस् धातोः इति भवति अस्ति इति वदति पाणिनिः तत्र बहुत्र अस्ति खलु तत्र ग्रही ज्या व्यधि व्यस्ति तत्र सम्प्रसारणसूत्रे ग्रही लिखितम् अस्ति खलु ग्रही ग्रह एव धातु तत्र ग्रह एव ग्रही मध्ये ग्रहयोगः इक् प्रत्ययः अस्ति अर्थधातु एव इति धन्यवादः पठामः वा अग्रे पठतु अत्र प्रश्नः उदेति यत् लोप लुक् इत्यनयोः भेदः कः लोपः लुक् इति अनयोः भेदः कः द्वाभ्यां प्रत्ययस्य अपगमनं लोपः इत्युक्ते प्रत्ययः गतः परन्तु अनुपस्थितौ अपि कार्यं कर्तुम् अर्हति एतदर्थं सूत्रम् अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् अनेन प्रत्ययस्य लोपे सत्यपि लुप्तप्रत्ययस्य लक्षणम् अस्त्येव लक्षणमस्ति इत्युक्ते लुप्तप्रत्ययः यद्यपि न दृश्यते परन्तु तस्य प्रभावम् अनुसृत्य यत्किमपि कार्यं प्रसक्तम् अस्ति तत् कार्यं भवति अत्र लोपः अपि लुक् इत्यनयोः भेदः वर्णयति यदि लोपः इत्युक्ते प्रत्ययलोपः एव परन्तु प्रत्ययस्य कार्यं किमेव अस्ति चेत् तत् कार्यं भवति एव परन्तु लुक् इति अस्ति चेत् तस्य कार्यमेव न भवति लुक् एव लोपः परन्तु कार्यमेव कार्यस्य प्रसक्तिः नास्ति एव तदेव तर्हि तत्र प्रश्नः आगच्छति खलु यथा मीनामहोदया उक्तं लो सूत्रे लुक् लिखितमस्ति लुक् इति किं लोपः एव वा अत्र लोपः एव अस्ति चेत् साक्षात् लोपः एव किमर्थं न लिखति पाणिनि तर्हि वस्तुतः लुक् एक लोपस्य विशेषप्रकारः अस्ति विशेषप्रकारः अस्ति तर्हि पश्यतु यत्र कुत्रापि लोपः भवति प्रत्ययस्य तत्र प्रत्ययः न दृश्यते प्रत्ययः न दृश्यते परन्तु प्रत्ययस्य लक्षणं भवति लक्षणं तत्र कार्यं न कार्यं कार्यं कार्यं न लक्षणम् इत्युक्ते केवलं न दृश्यते परन्तु प्रत्ययस्य प्रत्ययस्य उपस्थित्या यत्किमपि इफेक्ट् अस्ति, यत्किमपि प्रभावः अस्ति, तत् प्रभावः भवितुं शक्नोति. पर तत्र नाम यदि नाम प्रत्ययस्य कारणेन यदि अङ्गे किमपि अङ्गकार्यं भवति तद् तत् लोपः भवति चेदपि कार्यं भवति, केवलं प्रत्ययः न दृश्यते. परन्तु लुक् मध्ये किम् अस्ति, लुक् मध्ये अपि प्रत्ययः गच्छति न दृश्यते तर्हि, परन्तु प्रत्ययस्य कारणेन यत् अङ्गकार्यं भवितुं शक्नोति तद् अङ्गकार्यं निषिध्यते. नाम लुक् एक स्पेशल् लोपः अस्ति यत्र अन्य सर्वं लोपः इव अस्ति. अदर्शनं भवति, प्रभावः अस्ति चेत् प्रभावः अपि भवति, केवलं प्रत्ययस्य कारणेन यत् अङ्गकार्यं भवितुं शक्नोति तद् न भवति. उदाहरणमस्ति यत् यदि इदानीं वयं जानीमः खलु भूयोगः शप् अस्ति खलु, भूयोगः शप् इति शप् इत्यस्य प्रत्ययस्य कारणेन भूमध्ये अङ्गकार्यं किं भवति? गुणः भवति खलु. तर्हि शप्रत्ययस्य कारणेन तत्र अङ्गकार्यं भवति इति गुणः. तर्हि यदि शप्रत्ययस्य लुक् भवति यदि तर्हि तत् गुणकार्यं न भवति इति. नाम अदादिगणे यदि शप्रत्ययस्य कारणेन यत्र कुत्र अपि गुणकार्यं भवेत् तत् इदानीं शप्रत्ययस्य लुक् अनन्तरं तत् गुणकार्यं न भवति, अथवा अन्य कोऽपि किमपि अङ्गकार्यं न भवति. अङ्गकार्यं लुक् यथा कस्यापि प्रत्ययस्य लुक् भवति तस्य अङ्गकार्यं तत्र तत् प्रत्ययस्य कारणेन यत् अङ्गकार्यं भवितुं शक्नोति तद् अङ्गकार्यं न भवति इति अस्ति. अतः अत्र सूत्रे लुक् लिखितमस्ति. लोपः लिखितमस्ति चेत् तत्र केवलम् अदर्शनं भवति, सर्वं कार्यं भवति, परन्तु लुक् अस्ति अतः अङ्गकार्यं मा करोतु इति पाणिनि कथयितुम् इच्छति. अतः विशेषप्रकारस्य लोपः तत्र लिखितमस्ति लुक् इति. अस्तु तर्हि अरुणा महोदय अग्रे पठतु. प्रत्ययलोपे प्रत्ययलक्षणे. आं महोदय, श्रूयते वा? आम्. प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययलुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. प्रत्ययस्य लोपः प्रत्ययलोपः षष्टि तत्पुरुषः तस्मिन् प्रत्ययलोपे प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययलोपे प्रत्ययलक्षणं सूत्रं वदति. प्रत्ययलुप्ते भवति अपि प्रत्ययं कार्यप्रत्ययं मत्वा तस्य द्वारा किं किं कार्यं करणीयं तदपि स्यात्. अनन्तरं प्रत्यय विग्रहवाक्यं दत्तं प्रत्ययलोपे प्रत्ययस्य लोपः प्रत्ययलोपः इत्यतः तस्य तत्पुरुषः तस्मिन् प्रत्ययलोपे रूपं भवति. प्रत्ययलक्षणम् इत्युक्ते प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिसमासः इति सम्पूर्ण अनुवृत्तिसहितं न अनुवृत्ति न कोऽपि नास्ति, केवलं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रम्. सूत्रं सरलमस्ति. प्रत्ययस्य लोपे अपि प्रत्ययस्य लक्षणं भवति, नाम प्रत्ययस्य यत् प्रभावः अस्ति तस्य किमपि प्रभावः कोऽपि प्रभावः अस्ति चेत् प्रभावः भवति, कार्यं कोऽपि अस्ति चेत् कार्यं भवति इति सर्वम् अस्ति, केवलं प्रत्ययः न दृश्यते. अग्रे महोदय एकः प्रश्नः. प्रत्ययलुप्ते प्रत्ययलुप्ते अति सति सप्तति वा महोदय? पठामि महोदय. तर्हि प्रत्ययलुप्ते तदाश्रितं कार्यं भवति लुक् न तथा प्रत्ययस्य लुक् भवति चेत् न केवलं प्रत्यये गच्छति अपि तु तदाश्रितं कार्यमपि न स्यात्. तत् विधायकं सूत्रमस्ति न लुप्ताङ्गस्य दत्तं प्रत्यय लुप्ते अस्ति चेत् त्रासदकार्यं भवति, परन्तु लुक् इति वक्तं तत्र कार्यं लोपः भवति, कार्यं न करोति, तदेव तदस्ति. अन्यसूत्रं प्रति अन्यसूत्रं विधायकसूत्रमस्ति, न लुप्ताङ्गस्य सूत्रम् अत्र अग्रे आगच्छति. पठतु. न लुप्ताङ्गस्य यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययदर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्. लुः अस्य अस्ति इति लुमान् तेन लुमता न अव्ययपदं लुमता तृतीयान्तम् अङ्गस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणमित्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न न लुमताङ्गस्य इति सूत्रं विधायकसूत्रं महोदय संज्ञासूत्रं वा विधिसूत्रमेव पूर्वं परिच्छेदे दत्तं तद् विधायक परिभाषा अपि आगत्य वदति तत्र पूर्व परिच्छेदे दत्तं तद्विधायकसूत्रमस्ति न तु विधायक इत्युक्ते तत्र तत् नास्ति, सूत्रस्य प्रकारं नास्ति विधायकं सूत्रं वदति यस्मिन् शब्दे लु अस्ति चेत् तेन शब्देन प्रत्ययदर्शनं विहितं चेत् सः प्रत्यय अङ्गकार्यं निमित्तं न स्यात्. सः शब्दे लु अस्ति चेत् सः प्रत्यय अङ्गकार्यं निमित्तं न स्यात् न करोति. प्रत्ययमपि अदर्शनमस्ति परन्तु कार्यमपि न भवति अङ्गकार्यं तत्र कार्यं न भवति केवलम् अङ्गकार्यं न भवति, अन्य किमपि कार्यं भवति चेत् भवति. नाम न लुमताङ्गस्य इति किं वदति, यदि लु लु इत्युक्ते लुम् लुमान् इत्युक्ते यस्मिन् लु इति अस्ति तद् लुमान्, यथा रूपमान् अस्ति खलु, रूपवान् अस्ति, मतिमान् अस्ति, तदा यस्मिन् मति अस्ति सः मतिप्रत्ययः आम् तथा लुमान् इत्युक्ते यस्मिन् लु अस्ति तद् लुमान्. तर्हि यस्मिन् लोपे लु इति शब्दः अस्ति तत् सः लोपः लुमान् इति उच्यते. तर्हि बालकसूत्रं महोदय प्रत्ययलक्षणे प्रत्ययलक्षणस्य न लुमताङ्गस्य बालकसूत्रं वा बाधकं बहु हा एक एकरीत्या बाधकमेव अस्ति अथवा आं सत्यं. तर्हि तत्र न बाधकमपि नास्ति न इति मा चिन्तयतु, तत्र भिन्नसूत्रमेव अस्ति इति चिन्तयतु. तर्हि तत्र पश्यतु तत्र न लुमताङ्गस्य किं भवति, यस्मिन् लोपे लु इति अस्ति तेन अङ्गकार्यं न भवति. पश्यतु केवलम् अङ्गकार्यं न भवति, नाम प्रत्यय तेन प्रत्ययेन यत् अङ्गकार्यं भवितुं शक्नोति तद् अङ्गकार्यं न भवति. अन्यसर्वकृते लक्षणं भवति इति नाम यत्किमपि लोपस्य प्रभावः भवति तत्सर्वं भवति, केवलम् अङ्गकार्यं न भवति इति. तर्हि अन्य किमपि अस्ति यदि कार्यं यत् अङ्गकार्यं नास्ति तद् इदानीमपि भवति, तत् मस्तिष्के स्थापयतु. केवलम् अङ्गकार्यं न भवति, अन्य किमपि अस्ति चेत् तत्र लक्षणं भवति. लुक् मध्ये अपि लुमान् लोपे अपि अन्य लुमान् लुमान् प्रत्ययमध्ये अपि लुमान् लोपः मध्ये अपि अन्य किमपि प्रत्ययस्य अदर्शनं भवति, प्रभावः अपि अस्ति, केवलम् अङ्गकार्यस्य यत् किमपि अस्ति कार्य प्रसक्तिः सा प्रसक्तिः न भवति केवलम्. अन्य किमपि अन्य कोऽपि भेदः नास्ति सामान्यलोपात् इति चिन्तयतु. तत्र अग्रे पश्यामः. तत्र मल्लरमहोदय पठतु. धन्यवादः. अस्मिन् सूत्रे हलो हलो श्रूयते महोदय श्रूयते महोदय पठामि वा अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीयाभक्त्यन्तं रूपम् इदं मतुप्रत्ययान्त प्रथमविभक्तौ लुमान् मतुप्रत्ययस्य अर्थः अस्य अस्मिन् वा यथा बुद्धिमान् इत्युक्ते बुद्धिः यस् अस्य अस्मिन् वा सः बुद्धिमान् तर्हि लु अस्य अस्मिन् वा सः लुमान् व्याकरणे त्रयः लुमन्तः सन्ति लुक् श्लू लुप् चेति इदं सूत्रं वक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति अनुवृत्तिसहितसूत्रं तथैव यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रं तर्हि अत्र सारांशः एवं यत् लुक् इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति लुम् इत्युक्ते किम् इति अत्र दत्तं यस्य शब्दे श्रूयते महोदय मतु प्रत्ययः अस्ति अत्र बुद्धिमान् इत्युक्ते बुद्धि यस्य अस्ति सः तदेव लू अस्ति अतः लुमान् इति दत्तं व्याकरणे त्रयः लुमन्तः सन्ति लुक् श्लू लुप् इति एतत् सूत्रं वदति अत्र यदा लुमन्तप्रत्ययलोपः लोपे अङ्गस्य प्रत्ययलक्षणं न यदि लुक् प्रत्ययः अस्ति चेत् अङ्गस्य अङ्गस्य किमपि कार्यं न भवति इति दत्तं लुक् प्रत्ययः कश्चित् कश्चित् प्रत्ययस्य अदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्यये लुप्तः जातः इति तर्हि लुक् नाम अत्र लुमान् इति अस्ति लोपः लोपस्य एकः प्रकारः एव अस्ति प्रकारं तत्र लुमान् अस्ति चेत् तदपि लोपः भवति प्रत्ययस्य अदर्शनं भवति परन्तु लुमान् तत्र विशिष्टकार्यं किम् अस्ति तेन प्रत्ययेन यद् किमपि अङ्गकार्यं भवितुं शक्नोति तदा अङ्गकार्यं न भवति तर्हि अन्य किं कोऽपि लोपः अस्ति चेत् अङ्गकार्यमपि भवति परन्तु लुमान् अस्ति चेत् अङ्गकार्यं न भवति इति अस्ति केवलम् अङ्गकार्यं न भवति तर्हि अतः प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य अङ्गकार्यनिमित्तया बाधकसूत्रमस्ति तत्र परन्तु अन्य किमपि कार्यम् अस्ति चेत् तथा यथा मया उक्तं खलु रषप् अस्ति चेत् गुणकार्यं भवति अङ्गे धातुमध्ये परन्तु तत् शपः लोप् लुप् भव लुप् भवति चेत् अङ्गकार्यं न भवति गुणकार्यं न भवति इति एव अस्ति इति सर्वे अवगच्छन्ति वा पुनः सारांशं वदतु महोदय प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं किं वदति सामान्यतया लोपः भवति चेत् केवलम् अदर्शनं भवति परन्तु लक्षणम् अस्ति कार्यं सर्वं किमपि भवति लोपानन्तरम् अपि प्रत्ययस्य कारणेन यत् कार्यं भवितुं शक्नोति तत् कार्यं भवति परन्तु लोपः लुमान् अस्ति चेत् तत्र लोपः मध्ये लु इति शब्दः अस्ति चेत् तत्र अङ्गकार्यं न भवति अन्य सर्वं भवति केवलं यदि प्रत्ययस्य कारणेन यत् अङ्गकार्यं भवितुं शक्नोति तत् अङ्गकार्यं न भवति. यथा धातु मध्ये गुणकार्यं न भवति, वृद्धिकार्यं न भवति, अन्य महोदय. परन्तु लु इत्युक्ते लुक्ष् लु लुप् अपि तद् लुप् लोपः इत्युक्ते प्रत्ययलक्षण लक्षणम् अस्ति इति उक्तम्. प्रत्ययलोपे प्रत्ययलक्षणम् अस्ति इति उक्तं पूर्वमेव. इदानीं लुमतया न लुमताङ्गस्य लुम् लुम् इत्युक्ते लुक् श्लु लुप् लुप् अपि तत्र लुप् अस्ति. लुप् लोपः न लुप् ओ नाट् लोप् लुप् अन्य कृते वा लुप् लुप् विशेषप्रकारः अस्ति लोपस्य. अस्तु अस्तु. तत्र लुक् लुक् लुक् कुत्र अस्ति? लुक् अदादिगणे अस्ति. अदादिगणे अस्ति. श्लु विकरणप्रत्ययः अस्ति. न श्लु विकरणप्रत्ययः नास्ति, लोपः एव अस्ति. परन्तु कुत्र अस्ति, कुत्र दृश्यते? गणप्रत्ययः. कुत्र, कस्य गणस्य? कस्य गणस्य? मम मस्तके अदादिगणे अस्ति. श्लु कुत्र अस्ति? जुहोत्यादिगणे. तर्हि अदादिगणे शप्रत्ययस्य लुक् इति लोपः भवति, जुहोत्यादिगणे शप्रत्ययस्य श्लु इति लोपः भवति. जुहोत्यादिगणे उभयत्र लोपः लुमान् अस्ति, अतः उभयत्र शप इति यः प्रत्ययस्य लोपः भवति तेन उभयत्र अदादिगणे जुहोत्यादिगणे किमपि अङ्गकार्यं न भवति. अस्तु, तर्हि अग्रे आम् महोदय. आहत्य लोपप्रकरणे चत्वारि सूत्राणि क्रमेण अदर्शनं लोपः, लोपसंज्ञाया अदर्शनं विहितं, प्रत्ययस्य लुक् श्लु लुपः, लुक् श्लु लुप् इत्यादिभिः त्रिसुभिः संज्ञाभिः अदर्शनं विहितं, प्रत्ययलोपे प्रत्ययलक्षणं, प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्, न लुमता अङ्गस्य लुमता शब्देन लुप्ते तत् निमित्तम् अङ्गकार्यं न स्यात्. लोपप्रकरणे चत्वारि सूत्राणि सन्ति. प्रथमम् अदर्शनं लोपः. यदि अदर्शनं भवति चेत् लोपसंज्ञा इति वक्तुं शक्नोमि. लोपसंज्ञाः अदर्शनं लिखितम्. अदर्शनं लोपः संज्ञासूत्रमस्ति. आम्, प्रत्ययस्य लुक् श्लु लुपः इति सूत्रं वदति. एतदपि संज्ञासूत्रं. लुक् श्लु लुप् इत्यादिभिः अदर्शनं विहितं वा? अदर्शनं. तृतीया अस्ति प्रत्ययलोपे प्रत्ययलक्षणं. प्रत्ययलुप्ते तदाश्रितं कार्यं स्यात्. प्रत्यय लोपः भवति चेदपि तदाश्रितम् अङ्गकार्यं भवति एव इति उक्तम् एतत् सूत्रम्. न लुमन्ताङ्गस्य इति सूत्रं वदति. लुमता शब्देन यदि लोपः भवति चेत् तत् निमित्त अङ्गकार्यं न भवति इति उक्तम्. अग्रे पठामि वा महोदय? तदेव अस्ति. तद् किमस्ति, तत्र एकस्मिन् एव स्थले चत्वारि सूत्राणि लिखितानि सन्ति. एकस्मिन् एव स्थले चत्वारि सूत्राणि लिखितानि सन्ति. तत्र प्रथम अस्ति अदर्शनं लोपः. अत्र लोप इति शब्दस्य संज्ञासूत्रं भवति. अदर्शनं लोपः नाम लोपः इत्युक्ते अदर्शनम् इति तस्य लोपस्य अर्थः इति लिखितमस्ति. अदर्शनं लोपः. तदनन्तरं सूत्रमस्ति प्रत्ययस्य लुक् श्लु लुप्. अत्र लुक् श्लु लुप् इति शब्दानां संज्ञा अस्ति. नाम लुक् प्रत्ययस्य लुक् श्लू लुक् तत्र अदर्शनं लोपः इति सूत्रात् अदर्शनम् इति शब्दस्य अनुवृत्तिः भवति. तर्हि प्रत्ययस्य लुक् श्लू लुपः अदर्शनं नाम प्रत्ययस्य यदि लुक् श्लू लुक् इति लिखितमस्ति चेत् तस्य अर्थमस्ति यत् प्रत्ययस्य अदर्शनं भवति. नाम लोपः अपि अदर्शनमस्ति, लुक् श्लू लुक् अपि अदर्शनमस्ति. तदनन्तरं प्रत्ययलोपे प्रत्ययलक्षणं नाम प्रत्ययस्य लोपे नाम प्रत्ययस्य अदर्शनं भवति चेत् प्रत्ययस्य लक्षणं तावदपि अस्ति इति अस्ति. नाम प्रत्ययस्य कार्यमस्ति, कार्यम् इदानीमपि भवति. तदनन्तरं न लुमताङ्गस्य इति सूत्रेण लिखितमस्ति यत् प्रत्ययस्य लू इति लोपः, लुमान् इति लोपः भवति चेत् तत्र तेन प्रत्ययेन यत् अङ्गकार्यं भवितुं शक्नोति तत् अङ्गकार्यं न भवति. अतः पाणिनीनां लुप् अन्यमस्ति, तदिदानीं न, इदानीं तस्य आवश्यकता नास्ति. तर्हि अतः पाणिनी लिखितुं वक्तुम् इच्छति यत् अहं यत् तादृशं लोपः भवेत् यत्र कार्यमपि न भवति, अतः सः लुक् श्लू लुक् इति विशेषलोपानाम् आविष्कारं करोति. अन्यथा तस्य आवश्यकता नास्ति खलु, परन्तु सः इच्छति यत् लोपः अस्ति चेदपि किमपि विशेषः भवेत्, अतः तेन लुक् श्लू लुक् इति नूतनलोपस्य आविष्कारः कृतः. तर्हि महोदय अत्र चत्वारः अदर्शनं चतुर्विधेन भवति. एकं तु लोप इति वदामश्चेत् अदर्शनं भवति, अपि च लुक् भवति चेत् स्लू भवति चेत् लुक् भवति चेत् अपि अदर्शनं भवति इति खलु. आम्, तर्हि कुत्र साक्षात् लोपः लिखितम् अस्ति चेत् अदर्शनं, कुत्र लुक् अस्ति चेत् नाम अदादिगणे अधिप्रभृतिभ्यः शपः लुक् तत्र अदर्शनं, ज्योत्यादिगणे ज्योतिद्वये श्लू अस्ति चेत् तत्रापि अदर्शनं, कुत्र लुप् लिखितमस्ति चेत् तत्रापि अदर्शनं, सर्वत्र अदर्शनं तु भवति. अत्र अस्माकं ईसंज्ञाप्रकरणे तस्य लोपः इति अस्ति, तत्र लुप् लोपः अदर्शनम् इति अस्ति. अतः प्रत्ययलक्षणं तिष्ठति तत्र. आम्, प्रत्ययलक्षणं तिष्ठति तिष्ठति लक्षणं तिष्ठति. अत एव तदनन्तरं लौकिक धातुमध्ये लौकिकप्रातिपदिके अपि तत् इत् संज्ञा इति येन यत् कार्यं भवति तत् तत् दृश्यते खलु. नास्ति चेत् कथं नाम यथा शप् प्रत्ययः अस्ति, भूयोगः शप्, तत्र शकारस्य प्रकारस्य इत् संज्ञा भूत्वा लोपः भवति, केवलम् अकारः तिष्ठति. परन्तु यद्यपि केवलम् अकारः तिष्ठति तद्यपि शिता नो चेत् पिता यत् कार्यमस्ति तत् कार्यं भवति खलु, गुणकार्यं भवति. तस्य अदर्शनं लोपेन भवति, लोपेन, न तु लुक् श्लू अथवा लुक् लोप इत्यनेन भवति. तस्य लोपः लिखितमस्ति, तस्य लुक् तस्य श्लू इति किमपि लिखितं नास्ति. न मम अस्तु अस्तु अग्रे अग्रे को अस्ति रघुपतिमहोदय, भवान् पठतु अग्रे. हा अस्तु महोदय, अग्रे अदादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य लुक् अभवत्, लुमता शपः अदर्शनं जातम्, अतः धात्वङ्गे शप् निमित्तकम् अङ्गकार्यं नार्हम्. अतः अत्र लुक् भवति, अतः लुमता इत्यनेन अदर्शनं शपः लुमता अदर्शनं जातमस्ति, अतः तस्य शप् निमित्तीकृत्य अङ्गकार्यं न भवति इति अस्ति. अग्रे अधुना नूतनबिन्दुः, यद्यपि शपः लुक् जातम् अतः शप् निमित्तिकम् अङ्गकार्यं निषिद्धं, परन्तु कुत्रचित् लुक् निमित्तं विशिष्टकार्यं सञ्जायते. यत्र लुकः सङ्केतः सूत्रेषु भवति तत्र एतादृशं कार्यम् अदादिगणे भवति इति बोध्यं, यथा उतो वृद्धिर्लुकि हलि इति सूत्रं दक्ष्यामः. लुकः विषये हलादिपिति उदन्ताङ्गस्य वृद्धिः पित् परे अस्ति, अतः गुणः भवति स्म परन्तु गुणं प्रपाद्य वृद्धिः भवति. अस्मिन् सूत्रे लुक् अस्ति, अतः अदादिगणे तस्य प्रसक्तिः, यथा यू योग ति अस्ति, अत्र यू योग एकवारम् उकारस्य इदानीं वृद्धिः भवति औ इति भवति यौति इति भवति अन्यत्र यत्र शपः लोपः जातः किन्तु लुक् इत्यनेन न तत्र तस्य सूत्र अस्य सूत्रस्य प्रसक्तिः न भवति तर्हि सारांशः यत् अत्र यत् अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते परन्तु विकरणप्रत्ययस्य यया रीत्या अदर्शनं कृतं तया विशिष्टकार्यम् अपि भवति यथा अत्र वृद्धिः अस्तु अत्र इदानीं लुक् इत्यनेन तत् लोपः भवति अदर्शनं भवति यत् एकमस्ति कार्यम् अङ्गकार्यं न भवति इति अस्ति परन्तु अन्य अपि कार्यं भवति अत्र लुक् इत्यनेन लोपः भवति अदर्शनं भवति चेत् अदादिगणे एकं सूत्रमस्ति उतो वृद्धिः लुकि हलि इति अत्र हलादिपितिपदे उकारन्त उदन्ताङ्गस्य उत् ह्रस्व उकारान्ताङ्गस्य वृद्धिः भवति इति अस्ति अतः तत्र अन्यत् कार्यमपि भवितुम् अर्हति इति अस्ति विशिष्टकार्यं यत्र लुकि आदर्शनं लुक् इत्यनेन भवति तत्र हलादिपित्पदे उदन्ताङ्गस्य वृद्धिः भवति यथा युयोग ति इति अस्ति अत्र उकारस्य वृद्धिः भवति औ इति वृद्धिराधयेत् इति अस्ति अत्र वृद्धिः भवति औ इति भवति अतः यौति इति रूपं तर्हि किमस्ति यत् यस्य प्रत्ययस्य लुक् इति लिखितमस्ति नाम अदादिगणे शप् प्रत्ययस्य लुक् इति निर्दिष्टमस्ति तर्हि यस्य प्रत्ययस्य लुक् भवति तेन प्रत्ययेन यत्किमपि अङ्गकार्यं भवितुं शक्नोति तद् अङ्गकार्यं न भवति नाम हा न भवति परन्तु यदि साक्षात् लुक् निमित्तीकृत्य किमपि कार्यं निर्दिष्टम् अस्ति तद्भवति यस्य प्रत्ययस्य लुक् इति अस्ति तेन प्रत्ययेन अङ्गकार्यं न भवति परन्तु यदि किमपि सूत्रे लुक् इति निमित्तमस्ति साक्षात् तत्तु कार्यं भवितुं शक्नोति तथा उदाहरणमस्ति अतः तत्र पश्यतु अदादिगणे शप् प्रत्ययस्य लुक् भवति अतः मया उक्तं शप् प्रत्ययेन यद् गुणकार्यं भवितुं शक्नोति तद् गुणकार्यं न भवति यतोहि न रुमताङ्गस्य सूत्रं कार्यं करोति परन्तु एकम् अधिकं सूत्रमस्ति अदादिगणस्य कृते उतो वृद्धिर्लुकि हलि अत्य पश्यतु अत्र किं लिखितमस्ति उतो वृद्धिर्लुकि हलि अत्र लुकि अस्ति खलु लुकि सूत्रं किं वदति यदि लुक् अस्ति तदनन्तरं यदि हलादिप्रत्ययः अस्ति तत्र लुक् तस्य न तत्र लुक् अस्ति लुक् तस्य अनन्तरं हलादिप्रत्ययः अस्ति तदनन्तरं लुक् तस्मात् पूर्वम् उदन्त अङ्गम् अस्ति उकार ह्रस्व उकारन्त अङ्गम् अस्ति तर्हि उकारस्य वृद्धिः भवति इति अस्ति तर्हि अत्र लिखितमस्ति खलु लुकः विषये हलादि पिति उदन्ताङ्गस्य वृद्धिः नाम लुक् इति विषये हलादि पित् प्रत्ययः परे अस्ति चेत् उदन्त अङ्गस्य वृद्धिः भवति तर्हि अत्र पश्यतु अत्र लुक् एव निमित्तम् अस्ति यदि कुत्रापि लुक् न अस्ति चेत् एतादृशं कार्यं न भवति तर्हि एतादृशं कार्यं तदैव भवति अत्र लुक् अस्ति लुक् कुत्र अस्ति कस्मिन् गणे अस्ति अस्मिन् गणे एव अदादिगणे अतः उतो वृद्धिर्लुकि हलि इति सूत्रेण यत्र उदन्ताङ्गस्य वृद्धिः भवति तत् केवलम् अदादिगणे भवति यतोहि तस्य निमित्तम् अस्ति लुक् लुक् अस्ति चेदेव अस्य सूत्रस्य कार्यं भवति तद् लुक् कुत्र कुत्र अस्ति अदादिगणे अस्ति अतः अदादिगणे तस्य कार्यं भवति अतः उतो वृद्धिर्लुकि हलि इति सूत्रं तस्य निमित्तं लुक् अस्ति अतः अत्र तु कार्यम् अङ्गकार्यं भवति वृद्धिः इति भवति परन्तु यस्य प्रत्ययस्य लुक् भवति तेन प्रत्ययेन अङ्गकार्यं न भवति इति अस्ति तर्हि एतादृशम् अस्ति एकं विशिष्टं तर्हि लुक् अस्ति चेत् विशिष्टं किं किम् अस्ति यस्य प्रत्ययस्य लुक् तेन कार्यं न भवति अङ्गकार्यं न भवति परन्तु लुक् इति निमित्त्य किमपि निमित्तीकृत्य किमपि अङ्गकार्यं नूतन किमपि विशेष अङ्गकार्यं भवति चेत् तद् भवति नाम अत्र वृद्धिः भवति अन्य अन्य एकमस्ति यत्र कुत्रापि सूत्रे लुक् लिखितमस्ति अष्टाध्याय्यां, तत्र यदि लुक् अस्ति चेत् चिन्तयतु यत् ओ एतादृशं कार्यम् अदादिगणवत् भवेत् इति. सो नाम एकं प्रकरणम् अस्ति यङ्ग् लुक्, सर्वे जानन्ति वा यङ्ग् लुक् किमस्ति? वारवारं तर्हि वारं वारं नाम वारं वारम् अत्र निर्देशस्य कृते पाणिनिना एकः यङ्ग् प्रत्ययः कृतः अस्ति, यङ्ग् प्रत्ययः वारं वारं पठति, अतः यङ्ग् प्रत्ययः अस्ति. पिपठ् पापठी इति भवति तस्य रूपं, वारं वारं पठति यङ्ग्. तर्हि यङ्ग् अस्ति चेत् तस्य विकल्पेन कुत्रचित् लोपः अपि भवति, न केवलं लोपः परन्तु लुक् भवति, यङ्ग् लुक्, अतः यङ्ग् लुक्. तर्हि कुत्र तर्हि यत्र यङ्ग् अपि अस्ति यङ्ग् लुक् अपि भवितुं शक्नोति. तर्हि तत्र पठ् मध्ये यङ्ग् आगत्य पठ्य इति धातु भवति, तस्य यङ्ग् लुक् कृत्वा पापठ् इति अपि धातु भवति, यङ्ग् लुगन्त धातु. तर्हि तत्र किमस्ति, अत्र यङ्ग् लुक् लिखितमस्ति खलु, तर्हि पापठ् इति यत् नूतनधातु अस्ति तत्र यङ्ग् लुक् अस्ति, लुक् अस्ति, अतः मया किम् उक्तं यत् अदादिगणीय धातु अस्ति, अदादिगणीयवत् कार्यं करोतु, अतः पापठ् यद्यपि पठ् इति धातु भ्वादिगणीय अस्ति, पठति पठत पठन्ति, परन्तु यङ् लुगन्त कृत्वा यद् धातु भवति पापठ् तत् अदादिगणीयवत् भवति इति चिन्तयतु, यतोहि तत्र लुक् लिखितमस्ति. तर्हि लुक् यत्र कुत्र लिखितमस्ति तत्र अदादिगणीयवत् कार्यं भवति इति चिन्तयतु. तर्हि पापठ् मध्ये यङ् लुगन्त भवति, अतः अदादिगणीयवत् धातु अस्ति, अतः तत्र अदादिगणीयवत् कार्याणि भवन्ति, यथा अदादिगणे रूपाणि भवन्ति तत्र तथैव यङ् लुगन्त मध्ये अपि अदादिगणीयवत् रूपाणि भवन्ति इति चिन्तयतु. कथं जानीमः? तर्हि यत्र कुत्रापि लिखितं नास्ति चेत् वयं किं जानीमः, यत्र कुत्रापि लिखितं नास्ति चेत् किमपि विशेषं तत्र भवादिगणीयवत् कार्यं भवति सर्वत्र, यतोहि शप् प्रत्यय आगच्छति खलु. परन्तु अत्र लुक् अस्ति, यङ् लुक्, अतः लुक् लिखितमस्ति, तस्य एकं विशेषमस्ति यत् ओ अत्र भवादिगणीयवत् कार्यं न करोतु, अदादिगणीयवत् कार्यं करोतु इति अस्ति. तर्हि लुक् तस्य विशेष बहूनि सन्ति, विशेष तस्य बहवः अस्ति. लुक् मध्ये विशेषकार्यं बहु किमपि अस्ति लुक् मध्ये. एकं तु लुक् यस्य प्रत्ययस्य लुक् भवति तेन प्रत्ययेन अङ्गकार्यम् अस्ति चेत् अङ्गकार्यं न भवति. तदनन्तरं लुक् निमित्तीकृत्य किमपि विशेषकार्यम् अस्ति चेत् विशेषकार्यं भवति, यथा उतोवृद्धिर्लुकि हलि. तदनन्तरं लुक् इति अस्ति चेत् चिन्तयतु ओ अत्र अदादिगण्यवत् कार्यं भवति. एतत् सर्वं लुक् इति शब्दस्य विशेषमस्ति. सर्वे अवगच्छन्ति वा इदानीं? किमर्थं भवान् वदति लुक् निमित्तीकृत्य कार्यम्? अत्र अस्ति खलु सूत्रं लिखितमस्ति उतो वृद्धिर्लुकि हलि, सूत्रे लुकि लिखितमस्ति खलु, लुकि. तर्हि अत्र लुक् निमित्तमस्ति, तर्हि लुक् अस्ति चेत् एव अस्य सूत्रस्य कार्यं भवति. परन्तु सर्वत्र अदादिगणे लुक् शपः लुक् भवति एव. सर्वत्र यत्र उत् उदादि उत् एव पदस्य अन्ते उकारः भवति तत्र वृद्धिः भवति वा? उदन्तधातु अस्ति चेत् नाम धातोः अन्ते ह्रस्व उकारः अस्ति चेत् तदनन्तरं तस्य अदादिगणे तस्य हलादि पित् प्रत्ययः परे भवति चेत् वृद्धिः भवति, गुणः न भवति, वृद्धिः भवति. धन्यवादः. तस्य कृते लुक् इति अस्ति, लुक् नास्ति चेत् न भवति. नाम यत्र अन्यत्र कुत्र यदि भ्वादिगणे यदि उकारः अस्ति अथवा किञ्चित् अन्यगणे यत्र लुक् नास्ति तत्र वृद्धिः न भवति. अतः लुक् लुक् तस्य आवश्यकता अस्ति, लुक् निमित्तमस्ति. अस्तु, इदानीम् अग्रे गच्छामः. विजया महोदय पठितुम् इच्छति वा? न. आं जि, पठन गृहकार्यम् एतत् धातुरूपेण लटु लोटु एतत् मया न कृतम्, अतः एव पठनार्थं न इच्छामि. परन्तु पठनम् एतत् साधारणकार्यमेव, अहं करोमि. द्वितीयबिन्दु करोतु. तत्र अदादिगणे विकर्णप्रत्ययः न दृश्यते, अतः धातोः साक्षात् परे तिङ् प्रत्ययाः विहिताः भवन्ति. यथा पा योगः ति पाति. प्रथमवारम् अस्माभिः एतादृशी गतिः अवलोकिता. एतावता धातुः कुत्रापि तिङ् प्रत्ययेन न प्रभावितः. द्वादिगणे, द्विवादिगणे, तुदादिगणे, स्वादिगणे, तनादिगणे, क्रियादिगणे च धात्वङ्गे अङ्गकार्यस्य निमित्तं विकर्णप्रत्ययः एव. परन्तु अदादौ न तथा. यथा इन् धातुः इ योगः ति एति इति, इ योगः तः इतः. सारांशः एवं यत् अदादौ धातोः अङ्गकार्यं साक्षात् तिङ्प्रत्ययेन. तिङ्प्रत्ययाः परिवर्तन्ते, अतः अङ्गकार्यमपि परिवर्तते. तत्र यदा अगादिगणे विकर्णप्रत्ययः न दृश्यते, शपः लोपः अस्ति अत्र. अनन्तरम् अतः धातोः साक्षात् परे तिङ् प्रत्ययाः विहिताः. उदाहरणमस्ति चेत् तत्र पा इति अङ्गमस्ति चेत् तत्र तिङ् प्रत्ययं ति योजनेन पाति इति अस्ति. एतादृशी गतिः अवलोकिता पूर्वमेव, परन्तु तत्र कुत्रापि तिङ् प्रत्ययेन न प्रभावितः. अङ्गं योगः तिङ् प्रत्ययम् आगच्छति पाति इति, एतत् कुत्रापि तिङ् प्रत्ययेन न प्रभावितः. द्वादिगणे, द्विवादिगणे, तुदादिगणे, स्वादिगणे, तनादिगणे, एतत् क्रियादिगणे अपि एतत् धात्व अङ्गे एव अङ्गं कार्यं करोति. तत्र एतत् लशकतटिति एतत् इत् भवि, अनन्तरम् अकारः एव तिष्ठति. एतत् सर्वत्र तत्र अङ्गकार्यम् अस्ति. तनादिगणे इत्युक्ते ऊ विकर्णप्रत्ययम् अस्ति. अनन्तरं स्वादिगणे इत्युक्ते श्नु प्रत्ययमस्ति. एतत् सर्वम् अङ्गकार्यस्य निमित्तं विकर्णप्रत्ययः एव. परन्तु अदादौ न तथा. तत्र इन् धातुः, इन् गतौ धातुः अस्ति चेत् तत्र इ योगः ति एति इति भवति. इ योगः तः इतः इति भवति. इदानीं प्रथमवारं धातोः साक्षात् तिङ् प्रत्ययः पश्यति, अतः धातुः मध्ये अङ्गकार्यस्य निमित्तं तिङ् प्रत्ययः. इदानीं पर्यन्तम् अङ्गप्रत्ययस्य निमित्तं सर्वत्र किमस्ति? विकरणप्रत्ययः अस्ति. इदानीं तिङ् प्रत्ययः अस्ति, प्रथमवारम् अस्ति, अतः विशेषः. अग्रे पठतु. अस्तु, तर्हि इदानीम् अग्रे मीना महोदय पठतु तृतीयबिन्दु. महोदय, वयं जानीमः यत् दश धातुगणाः विभक्ताः तिङ् प्रत्ययः तिङ्निमित्तिकस्य अङ्गस्य अन्तिमवर्णस्य अनुसारम्. येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तते. येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगुणाः द्वितीयगणसमूहे वर्तन्ते. तर्हि अत्र प्रश्नः उदेति यत् अदादिगणः कस्मिन् गणसमूहे अस्ति अपि न किम, अपि च किमर्थं? सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति. तत्र विकरणप्रत्ययस्य अन्तिमवर्ण एव अङ्गस्य अन्तिमवर्णः. यथा द्वादौ शप् इति विकरणप्रत्ययः, भू धातोः भव इत्यङ्गम्। अङ्गस्य अन्तिमवर्णः ह्रस्व अकारः, शपः एव अन्तिमवर्णः, अतः अङ्गम् अदन्तम्। स्वादौ श्नु इति विकरणप्रत्ययः, चि धातोः चिनु इत्यङ्गम्। अङ्गस्य अन्तिमवर्णः उकारः, श्नोः एव अन्तिमवर्णः, अतः अङ्गम् अनदन्तम्। अधुना अदादौ कथं भवति? विकरणप्रत्ययस्तु नास्त्येव, तर्हि केन आधारेण अङ्गं ज्ञायते? अङ्गम् अदन्तं वा अनदन्तं वा इत्यत्र कथं निर्णीयते? उत्तरं तु अस्माभिः प्रायः बुद्धमेव। अदादौ धातुरेव अङ्गम्, अतः धातोः यः अन्तिमवर्णः स एव अङ्गस्यापि। अदादौ अस् धातुः सकारान्तः, अतः अङ्गमपि सकारान्तम्। पा धातुः आकारान्तः, अतः अङ्गमपि आकारान्तम्। यु धातुः उकारान्तः, अतः अङ्गमपि उकारान्तम्। अदादौ यथा धातुः तथा अङ्गम्, अपि च अदादौ अकारान्तदातवः न सत्येव, अतः न सन्त्येव, अतः सर्वाणि अङ्गानि अनदन्तानि। अत एव अदादिगणः द्वितीयगणसमूहे वर्तते। अत्र दशगणाः सन्ति, दशगणेषु अङ्गं किं निर्णयं कृतं वा इत्युक्ते अङ्ग धातुयोगः विकरणप्रत्ययं योजयित्वा यत् अङ्गं किमपि अस्ति तदेव अङ्गम् इति उक्तम्। तत्र समूहद्वयम् अस्ति, प्रथमसमूहे अदन्तमङ्गम्, द्वितीयसमूहे अनदन्तमङ्गम् इति। अत्र अदादिगणे अदन्तदातु अदन्त अङ्गं नास्ति, अदन्तदातुः नास्ति वा इति कारणेन अहं न चिन्तयामि, अहं न जानामि। अदन्तदातु नास्ति, परन्तु विकरणप्रत्ययमपि नास्ति। तस्मिन् समये अङ्गम् अङ्गम् इति किं किं निर्णयं कर्तुं शक्यम् इति प्रश्नः अस्ति। धातुः अदन्तं नास्ति, तस्मात् प्रथमगणसमूहे किमपि न दातवः नास्ति अदन्तगणे। परन्तु अङ्गं किं निर्णयं कर्तुम् इति अदादौ गणे विकरणप्रत्ययं नास्ति, धातु किं धातौ किम् अन्तिमवर्णः अस्ति तदेव अङ्गम्। यत् यदा धातु तदा अङ्गम् अस्ति, तस्मात् द्वितीयगणे अपि अनदन्तम् अङ्गानि एव भवति अदादिगणे। अदादिगणे दातवः द्वितीयसमूहे भवति इत्युक्ते अनदन्त अङ्गानि। तर्हि अदादिगणे विकरणप्रत्ययः नास्ति, अतः धातुः एव अङ्गमस्ति तिङ्प्रत्ययस्य कृते। धातुः एव अङ्गमस्ति, अतः धातोः यत् अन्तिमवर्णः अस्ति सः एव अङ्गस्य अन्तिमवर्णः। नाम धातोः आकारान्तम् अस्ति चेत् अङ्गम् आकारान्तं, धातोः सकारान्तम् अस्ति चेत् सकारान्त अङ्गं, धातोः उकारान्त अस्ति चेत् अङ्गम् उकारान्तं। तर्हि यः धातोः यादृशधातुः तादृश अङ्गम्। अदादिगणे कोऽपि धातुः अकारान्त नास्ति, कस्यापि धातोः अन्ते ह्रस्व अकारः नास्ति, अतः सर्वत्र धातुरूपी अङ्गं यत् अस्ति तत् अनदन्तमस्ति। अनदन्तमस्ति अतः द्वितीयगणसमूहे भवति, नाम अदादिगणे अदादिगणे ये तिङ्प्रत्ययाः सन्ति सिद्धतिङ्प्रत्ययाः, ते स्वादिगणस्य तुनादिगणस्य क्रयादिगणस्य इव भवन्ति। नाम स्वादिगणे तनादिगणे क्रियादिगणे अस्माभिः दृष्टं खलु सिद्धतिङ् प्रत्ययः अनदन्तम् अङ्गं यतः अनदन्तम् अङ्गस्य कृते सिद्धतिङ्प्रत्ययः अस्ति ते एव सिद्धतिङ्प्रत्ययः अत्र अपि भवन्ति यतोहि अत्र अपि अङ्गम् अनदन्तम् अस्ति. सर्वे आगच्छन्ति वा? आं महोदय. अस्तु आं महोदय. अग्रे नमस्ते महोदय. चतुर्थबिन्दुमहोदय. तिङन्तपदानां सिद्ध्यर्थम् अदादिगणः वर्गद्वये विभक्तः अजन्तदातवः अलन्तदातवः च. अधुना अजन्तधातूनां तिङन्तरूपाणि साधयामः. अदादिगणे हलन्तधातूनां कृते प्रथमतया हल्सन्धिः पठनीयः. साधारणभाषाज्ञानार्थं यः हल्सन्धिः सः तु न पदस्य व्युत्पत्त्यर्थं हल्सन्धिः. अस्माकं पाठे अपरेषु गणेषु हलन्तधातवः आसन् परन्तु एतावता धातु तिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः भवति स्म. अपि च विकरणप्रत्ययाः सर्वे अजन्ताः सन्ति. अतः अङ्गतिङ्प्रत्ययोः संयोजने हल हल् इत्यनयोः मेलनं न जातम्. अल्सन्देहित अवसरः न जातः. द्विवादिगणे या स्वादिगणे नु त्रयादिगणे न च विकरणप्रत्ययः स्वयं हलादिः. अतः हलन्तधातु हलादिविकरणयोः संयोजनं तु भवति परन्तु तत्र केवलं मेलनं भवति. इत्युक्ते तत्र हल् हल् इत्यनयोः संयोजनं विकारः न भवति. अतः केवलं मेलनं तु न सन्ति. अत्र परिच्छेदे तदर्थं तिङन्तपदानां अदादिगणस्य धातुभ्य तिङ्प्रत्यय सिद्धं वर्गद्वयं द्वयमस्ति. अजन्तधातु अजन्तं वा हलन्तं वा इति पदं निश्चयं कर्तव्यम्. अधुना अजन्तधातूनां तिङ्गरूपाणि एव वयं पठामः. अदादिगणे हलन्तधातूनां कृते प्रथम हल्सन्धिः पठनीयः. हल्सन्धि वयं न पठितवन्तः परन्तु अन्यगणेषु हल्सन्धि हल् पत्ति अस्ति परन्तु सन्धिकार्यं न केवलं नास्ति. केवलं मेलनमेव वयं कृतः कृताः. तर्हि इदानीं पर्यन्तं कुत्रापि हल्सन्धेः अस्माकं प्रसक्तिः न भवत् कस्मै अपि गणे. तत्र विकरणप्रत्ययतिङ्गप्रत्यय यदा अस्ति तत्र विकरणप्रत्ययः तु सर्वदा अजादि अजन्त अस्ति. अतः तत्र तु हल्सन्धेः कार्यमेव नास्ति. तदनन्तरं कुत्रचित् धातुः विकरणप्रत्ययस्य मेलने कुत्रचित् द्विवादिगणे स्वादिगणे क्रियादिगणे तत्र धातुः हलादि अस्ति तत्र तु हल हलस्पर्श भवति. तत्रापि केवलं वर्णमेलनमेव भवति. विशेष हल्सन्धेः कार्यं किमपि कुत्रापि नास्ति. परन्तु अत्र अदादिगणे यदा धातु हलन्त अस्ति तदनन्तरं तिङ्प्रत्ययः अस्ति तत्र हल्सन्धेः बहुत्र प्रसक्तिः भवति. अतः तत्र हल्सन्धि सामान्य हल्सन्धि नास्ति यथा जश् अस्माभिः जष्त्वं चर्त्वम् इति यत् अस्माभिः पठितं तद् केवलं न बहु दीर्घ अस्ति हल्सन्धेः प्रकरणम्. अतः तत्र अस्माकम् अनन्तरम् अस्माभिः पठनीयम्. अतः इदानीं केवलम् अजन्त अदादिगणीय अजन्तधातूनाम् इदानीं वयं पठनं कुर्याम करिष्यामः. यतोहि तत्र हल्सन्धेः आवश्यकता नास्ति. अजन्त अस्ति अतः अच् तदनन्तरं तिङ् प्रत्यय आगच्छति. अतः तत्र हल्सन्धिः नास्ति. परन्तु अग्रे हल्सन्धेः प्रथमं तु हल्सन्धेः प्रकरणं पठिष्यामः. तदनन्तरं हलन्तधातूनां प्रकरणं पश्यामः. यथा पश्यति खलु अध् अद् अस्ति. अध्योगः ति. अध्योगः ति किमस्ति? अत्र अध्योगः ति मध्ये हल् हल् स्पर्शः भवति. अतः अत्र हल्सन्धिनियमं भवति अत्ति इति भवति. अत्र हल्सन्धिः अस्ति. यत्र विशेषकार्यमस्ति तद् अस्माकम् इदानीं वयं न जानीमः. अतः अस्मिन् पाठे अद् नो चेत् वच् तादृश हलन्तधातूनां पाठनं न पठनं न कुर्याम, केवलम् अजन्तधातु यथा पा यु नु इ इति सर्वं पठिष्यामः. अग्रे पठतु. अत्र अदादिगणे यथा वच् धातुः अस्ति तत्र साक्षात् परे ति आयाति, वच् यो वहति वक्ति इति रूपं निष्पन्नं भवति. अत्र चकारः ककारः जातः, विषयः च हल्सन्धिः इति. युहोत्योदिगणे रुदादिगणे च अपि तादृशः हल्सन्धेः विषयः आयाति. अतः प्रथमम् अदादिगणस्य अजन्तदातवः अस्माभिः करिष्यन्ते, तदा जुहोत्यादिगणस्य अजन्तदातवः परं हल्सन्धिः इति विषयः परिशीलनीयः. अनन्तरम् अदादिगणस्य जुहोत्यादिगणस्य रुदादिगणस्य च हलन्तदातवः अवलोकनीयाः. रुदादिगणे अजन्तदातवः न सन्ति एव, तदेव उक्तवान्. तदेव अदादिगणे उदाहरणं दत्तं, हल् धातु हलन्तधातु अस्ति, वच् धातु पर वच् धातु योगः अस्ति, शप् लुक् भवति, अतः वच् योगः अस्ति एव अवशिष्यति. वक्ति इति रूपं भवति. अत्र चकारस्थाने ककार आगच्छति, तदेव हल्सन्धिसूत्रद्वारा चकारककार भवति. तथा युहोत्यादिगणे रुदादिगणे च अपि हल्सन्धेः विषयः आयाति. अतः वयं प्रथमम् अदादिगणस्य अजन्तदातवः वयं पठ करिष्यन्ते, तदा युहोत्यादिगणस्य अजन्तदातवः अपि परं हल्सन्धिः इति विषये परिशीलनीयः. तद् अनन्तरम् अदादिगणे गण युहोत्यादिगण रुदादिगणस्य हलन्तदातवः तर्हि प्रथमम् अदादिगण अजन्धातवः, तदनन्तरं जुहोत्यादिगण अजन्धातवः, यत्र यतोहि अत्र हल्सन्धेः प्रसक्तिः नास्ति. तदनन्तरं हल्सन्धिनियमान् वयं पठिष्यामः. तदनन्तरम् अदादिगणस्य हलन्तधातवः, जुहोत्यादिगणस्य हलन्धातवः, रुधादिगणस्य हलन्धातवः वयं पश्यामः. रुधादिगणे तु अजन्तधातवः एव नास्ति अतः तथा एतादृशं क्रमं वयम् अनुसरामः. तर्हि इदानीं प्रथमं तु अस्ति अदादिगणस्य अजन्तधातवः. अस्तु अग्रे मदन महोदय पठतु. आम् महोदय, पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानि सन्ति, विकर्णप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा धातु विकर्णप्रत्ययोः मेलनं, तिङ् प्रत्ययसिद्धिः, तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं, तथा अङ्गतिङ् प्रत्ययोः मेलनम्. अस्माभिः जातम् एव विकर्णप्रत्ययनिमित्तम् अङ्गकार्यं, तदनन्तरं विकर्णप्रत्यय तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं कथं भवति वयं जानीमः. विकर्ण अग्रे पठामि वा महोदय? विकर्णप्रत्यय विकर्णप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा धातु विकर्णप्रत्ययोः मेलनं. कुत्रापि किमपि कार्यं नास्ति यतः शप् विकर्णप्रत्ययस्य लुक् भवति, अतः शप् न दृश्यते, न वा अङ्गकार्यस्य निमित्तं भवति. अत्र केवलं वर्णमेलमेव अस्ति महोदय. अतः लुक् भवति, अतः लुक् भवति, अतः किं किं भवति अङ्गकार्यस्य का अङ्गकार्यं न भवति. केन सूत्रेण? न लुमुताङ्गस्य. न लुमुताङ्गस्य इति सूत्रेण अङ्गकार्यं न भवति, अपि तु लुक् अस्ति चेत् तस्य अदर्शनमपि अस्ति. केन सूत्रेण? लुक् लोप प्रत्ययस्य लुक् श्लू लुपः. प्रत्ययस्य लुक् श्लू लुपः. तर्हि प्रत्ययस्य लुक्ष् लुलुपः इति सूत्रेण लुक् इति अस्ति चेत् शपस्य शपः अदर्शनं भवति, न लुमताङ्गस्य इति सूत्रमस्ति अतः शप् शपा येन कार्यं भवति अङ्गकार्यं तत् अङ्गकार्यमपि न भवति, तर्हि दर्शनमपि नास्ति अङ्गकार्यमपि नास्ति किमपि नास्ति, अतः अत्र किमपि प्रथमसोपाने किमपि नास्ति किमपि कार्यं नास्ति, धातु एव अङ्गम् तर्हि अवगच्छन्ति वा पठितं खलु प्रत्येकगणे अस्माभिः पठितं यत् ओ श्ना कृते अङ्गकार्यं किम् अस्ति प्रथमसोपाने, श्नु कृते अङ्गकार्यं किम् अस्ति प्रथमसोपाने, तत्र बहुत्र समयः अस्माकम् अङ्गकार्ये एव अवगच्छति, परन्तु इदानीं तु अङ्गकार्यमेव नास्ति, यतोहि लुक् अस्ति, लुक् अस्ति अतः अङ्गकार्यं नास्ति, दर्शनमपि नास्ति, किमपि नास्ति, धातु एव अङ्गं, प्रथमसोपानं समापयति, समाप्तम्। अस्तु, इदानीं मल्लर् महोदय द्वितीयसोपानं तिङ् प्रत्ययसिद्धिः, अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्त अङ्गानां कृते सिद्धि तिङ् प्रत्ययाः भवन्ति, धातु धात्वाद्वयस्य दरिद्रा जागु कृते विशेषकार्यं वर्तते, अस्मिन् पाठे यत्र तयोः विवरणम् अस्ति तत्रैव इदं कार्यं प्रदर्शयिष्यते, तौ द्वौ विहाय यत्र अङ्गम् अनदन्तं तत्र यथा सर्वेषां धातूनां कृते सिद्धतिङ्संज्ञकप्रत्ययाः तदा अत्रापि, अतः अदादिगणे सिद्धतिङ्प्रत्ययाः एते एव। अदादिगणम् अनदन्तम् अस्ति, अतः अनदन्तं कृते सिद्धतिङ्प्रत्ययाः अस्माभिः पठितं तथैव अस्ति, अत्रापि द्वौ धातु विहाय तर्हि स्वादिगण क्षम्यतां, हा स्वादिगण तनादिगण क्रियादिगणे ये धातवः सिद्धतिङ्गप्रत्ययाः सन्ति ते एव अत्र अपि सन्ति, यतोहि अदादिगणे अङ्गम् अस्ति तिङ्गप्रत्ययस्य कृते अङ्गम् अस्ति, तत्तिङ्गप्रत्ययस्य कृते अङ्गम् अनदन्तम् अस्ति, केवलं कुत्रचित् कश्चन भेदः अस्ति नाम दरिद्राधातुमध्ये जागृधातुमध्ये विशेषकार्यमस्ति, तद् यदा धातुः आगच्छति तदा वयं पश्यामः, परन्तु सामान्यतया बहुत्र तत्र सामान्य अनदन्त अङ्गानां कृते सिद्धतिङ्गप्रत्ययाः सन्ति ते एव अत्र सन्ति, तदा ते वयं जानीमः लट् लोट् लङ् विधिलिङ्ग् लकारि अतः समानमपि प्रथमसोपाने किमपि नास्ति, द्वितीयसोपानम् अस्माभिः पूर्वमेव पठितम् अतः समाप्तं, सो सी देट् इस् द ब्यूटि आफ् द मोड्युलर् अप्रोच्, तत्र फस्ट् मोड्युल् मध्ये विकरणप्रत्ययस्य कृते अङ्गकार्यं, सेकेण्ड् मोड्युल् मध्ये सिद्धतिङ्प्रत्ययस्य निर्माणं, तत्तु समाप्तं, सर्वं समाप्तं, किमपि नूतनं नास्ति, इदानीं नूतनकार्यं केवलम् अस्ति धातुरूपी अङ्गस्य कृते तिङ्गप्रत्ययस्य कृते धातुरूपी अङ्गे अङ्गकार्यं, तदनन्तरं तयोः मेलनं, तृतीयसोपानम् एव विशेषः अस्ति पदादिगणे, प्रथमसोपान द्वितीयसोपाने तु किमपि विशेषं नास्ति, अस्माभिः पठितम् अस्ति एव अस्ति, सर्वे अवगच्छन्ति वा? अस्तु, इदानीम् अग्रे पश्यामः, रघुपति महोदय तृतीयबिन्दुः। हा महोदय, द्वितीयविक्तिङ् प्रत्ययसिद्धिः तथा खलु, तृतीय पठतु। हा तृतीय, अस्तु अस्तु, तृतीयबिन्दुः, तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ् प्रत्ययोः मेलनम्, अत्र कार्यं वर्तते यत्र प्राप्तिः अस्ति, अष्टप्रकारकाः अजित् धातवः सन्ति, अदादिगणे षट् यतः अकारान्तदातवः ऋकारान्तदातवः च न सन्ति, आकारान्तदातवः अत्र पञ्चदशः पञ्चदश धातवः सन्ति या वा भाष्णाष्णा द्रा स्पा सा पा रा ला धा ख्या प्रा मा दरिद्रा इति अत्र चतुर्दशसामान्यदातव आकारदातवः एकः विशेषदातवः धातुः अस्ति दरिद्रा विहाय अत्र जागुरु अपि विहाय परन्तु दरिद्रा जागुरु एतत् एव धातुद्वयस्य इदानीं केवलम् आकारान्तधातवः चिन्तनमस्ति जागृ आकारान्तं नास्ति पठतु सामान्य आकारान्तधातवः पठतु सामान्य आकारान्तधातवः दरिद्रा विहाय यत् अवशिष्टमस्ति अवशिष्टाः सन्ति ये ते अत्र प्रथमसूत्रमस्ति लङ्गशाकटायनस्यैव इति तृतीय अध्यायस्य चतुर्थपादस्य द्वाविंशतोत्तर एकशततमसूत्रमस्ति आकारान्तात् धातोः लङि जेः जुस् आदेशः भवति शाकटायनस्य मतेन शाकटायनः कश्चन वैयाकरणः आसीत् पाणिनेः पूर्वम् अनेन परस्मैपदे लङि प्रथमपुरुषबहुवचने विकल्पेन अन् उः इत्येतौ तिङ्प्रत्ययौ भवतः विकल्प अस्तु भवतः लङ्षष्ट्यन्तं शाकटायनस्य षष्ट्यन्तम् एव अव्ययपदं त्रिपदविदं सूत्रम् आतः इति सूत्रस्य अनुवृत्तिः जे जुस् इत्यस्मात् जेः जुस् इत्यनयोः अनुवृत्तिः धातोः अधिकारः पञ्चम्यन्तम् एकपदमिदं सूत्रम् आतः धातोः अस्मिन् सूत्रे आयाति अनुवृत्तिसहितसूत्रं शाकटायनस्य मते शाकटायनस्य एव लङ् मते लङः आतः धातोः जेः जुस् भवति इति अस्ति अत्र लङ्गशाकटायनस्येव इति सूत्रं वदति आकारान्तधातूनां लङि लङ्लकारि इत्युक्ते भूतकाले जेः जुस् आदेशः भवति विकल्पेन इति अस्ति अतः रूपद्वयं भवति एकं तु अस्ति अन् इति अस्ति तत्र अन् इति अन्तिमरूपमस्ति यत् अन् अस्ति अपि च उः इति जकारस्य जीतन उः इति आदेशः भवति जेः जुस् इति इत्यनेन तर्हि एकवारम् अष्टाध्यायीं उद्घाटयन्तु सर्वे पेज् 71 तृतीय अध्यायश्चतुर्थपाद तर्हि तृतीय अध्यायस्य चतुर्थपादस्य प्रथम 77 सूत्रमस्ति सप्तसप्ततितमं सूत्रमस्ति लस्य तदनन्तरम् अष्टसप्ततितमसूत्रमस्ति तिप्तजि तिप्तस्थमित्वस्मस् तर्हि अस्मिन् प्रकरणे तृतीयाध्यायचतुर्थपादस्य सप्तसप्ततितमं सूत्रं लस्य लाधिकारः इति प्रकरणे लकारेषु ये ये प्रत्ययाः सन्ति तेषां प्रत्ययानां कृते कार्याणि के सन्ति आदेशाः के सन्ति इति सर्वं लिखितमस्ति अस्माभिः पठितं बहुत्र खलु तिप्तचि तिप्तस्थ इति मूलप्रत्ययः तदनन्तरं टित आत्मनेपदानां तेरे इति आत्मनेपदे टितलकाराणां कृते टी संयोगभागस्थाने ए भवति इति अस्माभिः पठितं थासः से इति सर्वम् अस्माभिः पठितम् अस्मिन् प्रकरणे ये यानि सूत्राणि सन्ति तेभ्यः सूत्रेभ्यः एव सिद्धति प्रत्ययानां निर्माणं भवति इति अस्माभिः पठितं तर्हि तत्र पेज् 72 मध्ये 34111 इति सूत्रमस्ति लङ्गः शाकटायनस्य शाकटायनस्यैव सूत्रमस्ति इति सूत्रं किं वदति शाकटायन इति कोऽपि वैयाकरणः आसीत् तत्र पाणिनी अष्टाध्यायी मध्ये बहूनां वैयाकरणानां नामानि तत्र गृह्णाति एक तत्र अस्ति शाकटायन तर्हि शाकटायनस्य एव इत्युक्ते किं शाकटायनस्य एव मतेन तर्हि सूत्रं किं वदति शाकटायनस्य एव मतेन लङ्लकारे आकारान्तधातूनां अकारान्तधातोः झे झी प्रत्ययस्य स्थाने जुस् भवति. तर्हि लङ्घः शाकटायनस्य सूत्रमस्ति, तस्मात् साक्षात् पूर्वमेव आतः अस्ति. तर्हि आतः तत्र अनुवृत्ति भवति. तत्र उपरि अस्ति 108 झेर्जुस्, तत्र झे जुस् इति अनुवृत्ति भवति. धातोः तु तस्य अधिकारः एव अस्ति, अस्माभिः पठितं खलु तृतीय अध्याय धातोः अधिकारः अस्ति. अतः लिखितमस्ति शाकटायनस्य एव मते लङ्गलकारः अस्ति चेत्, लङ्घः शाकटायनस्य एव मते लङ्घः इति अस्ति चेत्, लङ्घः लङ्गलकारः इति अस्ति तत्र लङ्गलकारस्य आतः धातोः आकारान्तधातोः झेः चुस् झी नाम परस्मैपदी प्रथमपुरुषबहुवचन झी प्रत्ययः अस्ति, तस्य स्थाने जुस् भवति. तर्हि अत्र शाकटायनस्य एव मते अस्ति, अतः विकल्पेन इति अस्ति. नाम शाकटायनस्य मतमस्ति, अन्यत्र मतं तथा नास्ति, अतः विकल्पेन जुस् भवति. सामान्यतया किं भवति झी प्रत्ययस्य स्थाने लङ्लकारे? अन् भवति खलु. तर्हि सामान्यतया अन् भवति, परन्तु शाकटायनस्य मतेन आकारान्त अस्ति धातु चे अस्ति अस्ति, तर्हि विकल्पेन जुस् भवति. जुस् मध्ये जकारस्य किं भवति? चुटु इत्यनेन इत् भवति. चुटु इत्यनेन इट् भवति. सकारस्य केन सूत्रेण इत् भवति? कस्य न भवति? सकारस्य न भवति, सकारस्य खलु. किमर्थं न विभक्तौतु स्माः? सत्यं. तर्हि उस् जुस् इति झी प्रत्ययस्थाने आगच्छति खलु. झी इति विभक्तिप्रत्ययः अस्ति. विभक्तिप्रत्ययः इत्युक्ते किं? सुप्रत्ययः तिङ्प्रत्ययः. तर्हि सर्वे तिङ्प्रत्ययः विभक्तयः अस्ति. तर्हि तिङ्प्रत्ययः विभक्तिः अस्ति, अतः तस्य स्थाने यत् जुस् आगच्छति तदपि तिङ् विभक्ति अस्ति. अतः न विभक्तौ स्मः इति सूत्रेण सकारस्य हलन्त्यम् इति सूत्रेण संज्ञा न भवति. अतः सकारस्य किं भवति? ससजुषोरुः, तदनन्तरं करवसानयोः विसर्जनयोः हलन्त्यं तस्य लोपः, अनन्तरं करवसानयोः विसर्जनीयः. हलन्त्यं न भवति, इस् भवति खलु. अनन्तरमेव ससजुषोरुः इति सूत्रेण प्रसक्तिका अस्ति तत्र. अनन्तरमेव तत्र करास हलन्त्यं तस्य लोपः इति सूत्रेण परन्तु प्रथमम् उपदेशे अज अनुनासिके इति सूत्रेण उकारस्य लोपः भवति, अनन्तरं सकारः स्थाने ससजुषोरुः इति सूत्रेण रुत्वं भवति प्रथमम्. तर्हि उस् मध्ये सकारस्य लोपः न भवति, यतोहि नवभक्तौ तु स्मः. ससजुषरुः इति सूत्रेण सकारस्थाने रु आगच्छति. रु मध्ये उकारस्य संज्ञा अस्ति. तदनन्तरं रेफः स्थाने खरविसानयोः विसर्जने इति सूत्रेण विसर्गः आगच्छति. अतः आकारान् धातुः अस्ति चेत् लङ्लकार प्रथमपुरुषबहुवचन सिद्धतिङ्प्रत्ययः अन् अथवा उः, उभयमस्ति, उः अथवा अन्. आगच्छन्ति वा? आम् महोदय. अग्रे इदानीम् उः अस्ति चेत् सन्धि कथं भवति? रघुपति महोदय समापयतु. उस्य पदान्तात्, उस्य पदान्तात् इति अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूप एकादेशः भवति. आद्गुणस्य अपवादः अस्ति. अवा योग उः इति अस्ति. अत्र पररूप एकादेशः भवति, अतः अव अव् योग उः अवुः इति. न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं द्विपदविधं सूत्रम्, आद् गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, इको एनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अनुवर्तते. अत्र यतोहि परेषु सू अनुवृत्तिः अनुवर्तते अत्र यतोहि परेषु सूत्रेषु अपि तस्य आवश्यकता. एङ्गीपररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः, एकः पूर्वपरयोः संहितायां मितलयोः अधिकारः अनुवृत्तिसहितसूत्रमस्ति. अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपसंहितायाम् इति अस्ति. अत्र आत् आकारान्त आकारान्त अपद् अकारात् अस्तु अकारात् पच् क्षम्यताम् अवर्णात् अवर्णात् उसि प्रत्यये परे अचि अचि उति उसि प्रत्यये परे पररूपादेश आवश्यकता नास्ति. तत् केवलम् अग्रे सूत्रेषु अनुवृत्ति कृतमस्ति, अतः वस्तुतः अचि उसि एव अस्तु अस्तु अहम् उसि. परन्तु अत्र जेर्जुसि इत्यस्य उस अस्ति खलु महोदय, तत्र यत्र यासु विधिलिङ्गलकारे तस्य तत्र जुस् प्रत्यये अस्ति, तत्र अचि नास्ति खलु. न अत्र अचि उसि इत्युक्ते उस् मध्ये अचि एव अस्ति, उ असेव अस्ति खलु. आमाम् अत्र न तत्र विधिलिङ्गलकारे जुस् आदेश उस् आदेश उस् भवति, परन्तु तत्र यासुट् इति आगमः अपि भवति खलु, अतः युः इति इति अतः अहं चिन्तितवान् तादृश अस्ति इति. नास्ति वा न अत्र अचि तस्य आवश्यकता नास्ति, अचि उसि इत्युक्ते नास्ति अचि उसि इत्युक्ते उकार अचि एव अस्ति, उकार अचि एव अस्ति. तत्र अचि तस्य आवश्यकता केवलं परसूत्रेषु अनुवृत्ति कृते परसूत्रेषु अस्तु अस्तु अस्तु अचि उसि अतः उसि अस्तु अपदान्तात् केवलम् अपदान्तात् आत् उसि इति एव चिन्तयतु. अपदान्तात् आत् उसि अस्ति उसि अत्र परपूर्वपरयोः पररूप एकादेशः भवति इति अस्ति. तर्हि अस्य सूत्रस्य आवश्यकता किम्? सूत्रं नास्ति चेत् किं कार्यं भवति? तत्र किं भवति अत्र अकार उकारयोः अत्र गुणः भवति आद्गुणः इति भवति केन सूत्र आद्गुणः आद्गुणः इत्यनेन सारी आद्गुणः आद्गुणः इत्यनेन तर्हि उस्य पदान्तात् आद्गुणस्य अपवादः अस्ति. आमां तर्हि सामान्यतया अ उ अस्ति चेत् ओ भवति गुण आद्गुणः, परन्तु अत्र लिखितमस्ति यदि उस् प्रत्ययः अस्ति, उस् प्रत्ययस्य उकारः अस्ति तर्हि गुणः न भवति परन्तु पररूपम् एव भवति. अतः अवायोगः उः अवोः न भवति अवुः भवति. तदागच्छन्ति वा? आं जि. तर्हि आकारान्तधातूनां कृते इदमेव कार्यमस्ति, केवलं लङ्लकार प्रथमपुरुष बहुवचने झी स्थाने विकल्पेन उः, तदनन्तरम् उः अस्ति चेत् सन्धिकार्यं केवलं पररूपम्, अन्यत्र सर्वत्र केवलं वर्णमेलनं नो चेत् सामान्यसन्धिकार्यम् एव अस्ति. यथा वयम् अग्रे पश्यामः, अग्रिमरविवासरे किं कुर्यामः? प्रथमं तु आकारान्त अङ्गस्य कृते अभ्यासं कुर्मः प्रत्येकलकारे, अतः गृहपाठरूपेण लट् लोट् लङ् विधिलिङ्ग् लकारे कोऽपि आकारधातुः गृहीत्वा सामान्य आकारधातुः या वा भा इति कृते रूपाणि करोतु. बहु सरलम् अस्ति, कुत्रापि किमपि नास्ति, केवलं वर्णमेलनं, केवलं लङ् लकार प्रथमपुरुष बहुवचने किञ्चित् विशेषरूपेण विकल्पेण उस् आगच्छति, अन्यथा कुत्रापि किमपि नास्ति. तर्हि तस्य एकवारं गृहपाठे प्रयत्नं करोतु, वयम् अग्रे वर्गे पुनः मेलिष्यामः. तर्हि इदानीं समापयामः. कश्चन प्रश्नः अस्ति वा? नास्ति, धन्यवादः.